गुरुदेवमहेश्वरगुरु साक्षात् प्रभुम तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानविषयः अस्ति तत्र भेदः अपि पृथक्त्वं तयोः मध्ये वैलक्षण्यं वर्तते न वा इति तत्र स्वरूपमहोदयस्य करपत्रं पठन्तः स्मः तत्र संयोगस्य विषये बहु किमपि लिखितमस्ति गतवर्गे वयं किम् अतीतवन्तः इत्युक्ते तत्र अवयवे तत्र यदि तत्र संयोगः भवति तेन तत्र अवयविनी अपि संयोगः भवति किन्तु सर्वदा न केवलं यदा तत्र अवयवस्य अन्यमूर्तद्रव्येन सह संयोगः भवति तदा एव अवयविनी अपि संयोगः तत्र संयोगसंयोगः उत्पद्यते इति तत्र तावत् वयं पठितवन्तः तत्र एतावत् तत्र किन्तु इदानीम् उत्पद्यते इति तावत्पर्यन्तं पठितवन्तः इति मन्ये अस्मिन् विषये कोऽपि प्रश्नः तत्र एकवारं तत्र अत्र संशयः इति नास्ति परन्तु साररूपेण एतादृशं वक्तुं शक्नुमः वा इति पश्यति तत्र अवयवद्वयोः संयोगः यदि भवति तेन कारणेन अवयविनि संयोगः न भवति समानम् अवयविनि अनन्तरम् अन्यमूर्तद्रव्येण अपि संयोगः न भवति तदेव सारः सत्यं भगिनि हा सत्यं हा न न समीचीनं नाम अवयवः तत्र उदाहरणार्थं तत्र यदि वयं हस्तः स्वीकुर्मः अपि अवयवी इति शरीरम् इति स्वीकुर्मः तर्हि तत्र स्थितिः का तत्र हस्तपुस्तकयोः संयोगः यदि भवति तेन कारणेन शरीरपुस्तकयोः अपि संयोगः न भवति न तदा भवति तदा भवति संयोगः तदा भवति सत्यं हा किन्तु तदा संयोगः भवति तदा संयोगः भवति अवयविनः अवयवद्वयम् अस्ति चेत् द्वयोः संयोगः भवति चेत् तेन कारणेन अवयविनि संयोगः न भवति उत्तमं नाम समीचीनं भगिनि एकस्य एव अवयविनः अवयवयोः परस्परसंयोगेन अवयविनि संयोगः न जायते अवयवेन सह संयोगः न जायते हा समीचीनं भवति तथैव अस्ति हा अतः तत्र हस्तशरीरं यदि अस्ति चेत् तत्र किं भवति तत्र हस्तपुस्तकयोः संयोगेन शरीरपुस्तकयोः संयोगः जायते किन्तु परस्परहस्त एकस्य एव मनुष्यस्य परस्परहस्तयोः संयोगेन शरीरे संयोगः न जायते शरीरहस्तयोः शरीर अथवा तत्र परस्परहस्तयोः संयोगेन शरीरस्य न कोऽपि संयोगः पुस्तकेन वा हस्तेन वा अन्यमूर्तद्रव्येन न कोऽपि संयोगः नूतनसंयोगः जायते समीचीनं खलु भगिनि उत्तमं हा तदेव तत्र विमला भगिनी एकवारं भवती अपि स्वशब्दैः वदति वा महोदय किं वक्तव्यं क्षम्यतां नाम अस्माकं नियमः पूर्वमासीत् अवयवसंयोगेन अवयविनि अपि संयोगः जायते नाम हस्तसंयोगेन शरीरसंयोगः जायते केवलम् इति एतत् वदामश्चेत् तत्र दोषः अस्ति वा अथवा सर्वदा एतत् समीचीनं वा इति प्रश्नः सर्वदा समीचीनं नास्ति यतोहि यदि हस्तपुस्तकयोः संयोगः भवति तदा तत् कर्मजसंयोगः इति उच्यते तेन शरीरे संयोगजसंयोजकः भवति यत् हस्तपुस्तकयोः संयोगेन भवति परन्तु यदि हस्तद्वयोः संयोगः भवति यत् अवयवाः सन्ति देहस्य अवयवाः संयोगः केवल तयोः मध्ये भवति परन्तु शरीरस्य अपि च तेन संयोगेन शरीरसंयोगः न उद्भवति कपालद्वयोः संयोगेन घटे संयोगः न उत्पद्यते यदि कपालः अन्य केनापि वस्तुना सह संयोगं करोति तदा एव तस्मिन् घटे संयोगः उत्पद्यते इति अन्यमूर्तद्रव्येण संयोगः भवेत् इति तत्र अवयवी अस्ति घटः इति स्थापयामः अवयविनः अवयवयोः परस्परसंयोगः भवति चेत् सः संयोगः नूतनसंयोगं न जनयति किन्तु केवलम् एकः अवयवी एक अवयविन एकस्य अवयविनः एकः अवयवः तस्य अवयवस्य अन्यमूर्तद्रव्येण अन्यमूर्तद्रव्ये नाम तत् मूर्तद्रव्यम् अपि अवयवी तयोः मध्ये न कोऽपि सम्बन्धः यथा पुस्तकमपि तत्र कपालः न कोऽपि सम्बन्धः पुस्तकमपि घटः न कोऽपि सम्बन्धः पुस्तकमपि हस्तः न कोऽपि सम्बन्धः किन्तु तदा तादृशसंयोगः यदा भवति तदा अवयविनी अपि संयोगः भवति इत्येव सारांशः खलु अवयविनं विहाय अन्य केनापि द्रव्येण सह संयोगः भवेत् अवयविनः अन्यत् मूर्तद्रव्यस्य सह संयोगः भवति चेदेव अवयविनि संयोगः उत्पद्यते उत्पद्यते भगिनि तदेव अस्ति महोदय मम प्रश्नः अस्ति अत्र अस्मिन् परिच्छेदे अन्तिमः वाक्यः यदस्ति वस्तुतः अनिष्टा वस्तुतः असम्भवति किन्तु इदानीम् आपद्यते आपद्यते इत्युक्ते किम् आपद्यते इति तत्र आपतति इति तस्य अर्थः अस्ति नाम आपद्यते नाम यदि अत्र किम् आपद्यते इति पश्यामः यदि वयम् एतत् स्वीकुर्मः नाम यदि द्वयोः तत्र किं स्वीकुर्मः यदि द्वयोः कपालयोः परस्परसंयोगेन घटे संयोगः जायते इति अस्माभिः स्वीक्रियेत तदा किं भवति तत्र द्वयोः तत्र किं भवति तदा किं भवति यदि वयं स्वीकुर्मः तर्हि तत्र द्वयोः कपालयोः परस्परसंयोगेन घटे संयोगः जायते इति स्वीकुर्मः तर्हि तत्र घटे संयोगः जायते तर्हि प्रश्नः उदेति केन सह इति पुस्तकस्थले किम् आसीत् तत्र कपालपुस्तकयोः संयोगेन घटपुस्तकयोः संयोगः जायते खलु इदानीं पुस्तकस्थाने कपालः अस्ति अन्यः कपालः किन्तु सः कपालः अपि एतस्य घटस्य एव अवयवः खलु इदानीं यदा तत्र कपालद्वयोः मध्ये संयोगः जायते. यदि वयं चिन्तयामः तेन संयोगेन नूतनसंयोगः जायते घटस्य, तर्हि तत्र किं भवति, घटेन तत्र संयोगः कयोः भवति इत्युक्ते पुस्तकस्थाने कपालः एव अस्ति खलु. आमां तत् तत् अवगतं महोदय. केवलम् आपद्यते इति इत्यस्य शब्दस्य क्षमताम् आपद्यते नाम आपतति नाम स्वीकर्तव्यं भवति नाम तद् आगच्छति नाम विना स्वीकर्त इदानीम् आपद्यते इत्युक्ते इदानीं स्वीकर्तव्यम् इति वा स्वीकर्तुं तत् तद् आगच्छति एव नाम वयं न आह्वयामः किन्तु तद् आगच्छति तद् तद् सत्यम् इति स्वीकर्तव्यं भवति किन्तु तद् दोषपूर्णम् अस्तु नाम यदि एकं यदि एकः प्रतीतिः अस्माभिः स्वीक्रियते तेन अन्यः प्रतीतिः अपि अस्माभिः स्वीकर्तव्यं भवति स्वीकर्तव्या भवति नाम यदि हा नाम आपतति इति आपद्यते इति तत्र उपप तत्र कोऽपि जानाति वा तत्र उपपद्यते आपद्यते तत्र धातुः कः इति पद्यति एव दातव पद्यति एव दातव पद्यतौ इति भाति तर्हि पद्यति तस्य कर्मणि आपद् कोऽपि अर्थः तत्र आपतति इति एतत् एषः एव अर्थः इति चिन्तयामि भगिनि नाम तत्र अस्माभिः स्वीकर्तव्यः भवति नाम किं नाम तत्र घट कपालयोः मध्ये संयोगः सम्बन्धः भवति इति स्वीकर्तव्यः भवति अस्माभिः सः यदि घटे कपालपरस्परसंयोगेन घटे संयोगः जायते इति यदि स्वीकुर्मः तर्हि घटकपालयोः मध्ये संयोगसम्बन्धः भवति इति आपद्यते इत्युक्ते स्वीकरणीयम् इति स्वीकरणीयम् अस्तु आम् आं महोदय धन्यवादः तावदेव अस्तु समीचीनम् अस्तु इदानीं तर्हि अग्रे सरामः सर्वेषां मनसि तत्र एषः तत्र एतस्य नियमस्य तत्र किञ्चित् परिवर्तनं कृतं नाम पूर्वम् अवयवसंयोगेन अवयविनि संयोगः जायते इति आसीत् किन्तु इदानीम् अन्येन मूर्तद्रव्येन सह यदि अवयवस्य संयोगः जायते तदा अवयविनि संयोगः जायते अन्यमूर्तद्रव्येन सह यदि अवयवस्य संयोगः जायते तदा अवयविनि अपि संयोगः जायते इति अस्ति अस्तु तर्हि अग्रे सरामः तर्हि गीता भगिनी अग्रे पठति वा आहत्य इति आहत्य अस्माकं नियमः एवमासीत् अवयवसंयोगेन अवयविनः संयोगजः संयोगः जायते अत्र कपाले काचित् क्रिया जायते सा च क्रिया द्वयोः कपालयोः संयोगनिमित्ता सा क्रिया द्वयोः संयोगं जनयति एतावता घटः नास्ति एव तस्याः क्रियायाः द्वयोः कपालयोः संयोगेन अवयविनि अपि संयोगः जायते इति अङ्गीकरणीयं चेत् समस्या परस्परकपालसंयोगेन अवयविनि संयोगः अनुभवविरुद्धः अतः नियमप्रसङ्गे किञ्चित् अग्रे चिन्तनीयम् इति पर्यवसितम् अस्माकं नियमः अवयवसंयोगेन अवयविनः संयोगजः संयोगः जायते तत् वयं पूर्वस्मिन् परिच्छेदे अवयवसंयोगेन अवयविनः संयोगजः संयोगः जायते, तत् न सर्वदा भवति, अन्य कोऽपि मूर्तद्रवेण द्रवेण संयोगः भवति चेत् एव, तत् वयं दृष्टवन्तः. अत्र कपाले काचित् क्रिया जायते, सा च क्रिया द्वयोः कपालयोः संयोगनिमित्ता. अत्र कपाले काचित् क्रिया यदा सम्भवति, यदा भवति चेत् सा क्रिया द्वयोः कपालयोः संयोगः क्रियते इति, सा क्रिया निमित्तरूपेण आगच्छति, तेन द्वयोः कपालयोः संयोगः जायते. क्रियया एव तत्र क्रिया संयोगः भवति इति, कपालयोः संयोगः भवति, संयोगः एव तत्र लक्ष्यमस्ति क्रियायाः. सा क्रिया संयोगं जनयति, काचित् क्रिया तेन द्वयोः कपालयोः संयोगं भवति. एतावता घटः नास्ति एव, इत्युक्ते क्रियायाः पूर्वे घटः नास्ति, कपालद्वयम् एव तत्र सः क्रियायाः पूर्वे कपालद्वयम् एव तत्र तिष्ठति, एतावता घटः नास्ति, घटस्य निर्मिति क्रियया पूर्वे न भवति. तस्याः क्रियायाः द्वयोः कपालयोः संयोगेन अवयवी अपि संयोगः जायते इति अङ्गीकरणीयं चेत् समस्या. इदानीं यत् वयं चिन्तयामः, क्रियया द्वारे एव द्वयोः कपालयोः संयोगः भवति क्रियया तेन अवयविनी इत्युक्ते घटे, तया क्रियया घटे अपि संयोगः जायते इति यदि अस्माभिः चिन्तनं भवति, चिन्तनं कृतं, तत् समस्या आगच्छति. किमर्थं तत् वयं दृष्टवन्तः, अवयवसंयोगेन अवयविनः संयोगजः संयोगः सर्वदा न भवति, मूर्तद्रव्येण सह संयोगः भवति चेदेव भवति. तत् यदा वयं चिन्तयामः तया क्रियया द्वयोः कपालयोः संयोगः जायते तेन घटे अपि संयोगः जायते, एवं यदि वयं चिन्तयामः चेत् समस्या आगच्छति इति. अत्र समीचीनं भगिनि, अत्र तत्र वयं पूर्वं दृष्टवन्तः, तत्र घटे तत्र सर्वदा संयोगः न जायते इति, खलु? तत्र परस्पर कपालयोः परस्परसंयोगेन घटे संयोगः न जायते इति पूर्वं वयं दृष्टवन्तः. किन्तु अत्र अस्मिन् उदाहरणे एकः नूतन अंशः अस्ति, यत् स्पष्टीकरणार्थं नाम यत् परिवर्तनं वयं कृतवन्तः नियमस्य, तस्य स्पष्टीकरणार्थम् एका स्थितिः स्वीकृता, नाम यत्र कपालद्वयमस्ति अपि तत्र यथा भवत्या उक्तं, नाम आदौ कपालद्वयमेव अस्ति खलु, घटः नास्ति खलु. तदनन्तरं क्रियया इदानीं कपालयोः परस्परसंयोगः जायते, अस्मान् तत् संयोगस्य अनन्तरं घटः भवति खलु, संयोगस्य अनन्तरं घटः भवति, संयोगसमये तत्र घटः नास्ति खलु, नास्ति. इदानीं तत्र संयोगसमये घटः नास्ति, संयोगस्य अनन्तरं घटः अस्ति इति अस्माकं चिन्तनं, नाम अनेकाः क्रियायाः क्रियाः भवेयुः, नाम तत्र कपाले, किन्तु केवलम् एतादृशी क्रिया अस्माभिः स्वीकृता अस्ति अस्मिन् उदाहरणे, नाम व्यय तत्र घटः जायते. समीचीनम्. इदानीं तत्र संयोगः यदा कपालयोः मध्ये भवति तदा घटे एव नास्ति, तर्हि तत्र कपालद्वयोः संयोगेन घटे संयोगः आगच्छति इति कथं वयं वक्तुं शक्नुमः? यदा यदि तत्र घट एव नास्ति तस्मिन् समये, खलु तत्र नाम पुनः तत्र तत्र संयोगः कपालयोः मध्ये संयोगः यदा संयोगः भवति तदा एव तत्र घटः भवति खलु? एषः संयोगः तत्र घटस्य असमवायिकारणमस्ति खलु? अस्मिन् तत्र किं भवति तदा तर्हि तत्र तस्मिन् समये संयोगसमये घटः एव नास्ति इत्युक्ते तस्य अनन्तरमेव तत्र घटः भवेत् खलु? यतोहि तत्र कारणं पूर्वस्मिन् क्षणे भवेत् कार्यस्य नाम एकक्षणं तत्र मध्ये भवति कारणमपि कार्यं तयोः मध्ये एकम् एकः तत्र किञ्चित् समयः अपेक्षितः खलु? नाम समानसमये कार्यं कारणं न भवति, कार्यं किञ्चित् पूर्वं भवेत्, कारणस्य पूर्वस्मिन् क्षणे अपि कार्यं कारणं कार्यस्य अधिकरणे भवेत् इति अस्ति खलु? तर्हि तत्र संयोगस्य अनन्तरमेव घटः भवति, अपि घटस्य घटे संयोगः तस्य अनन्तरमेव भवेत्, घटस्य अनन्तरमेव घटसंयोगः भवेत्, यतोहि घटस्य निर्माणस्य अनन्तरम् एकक्षणान्तरमेव गुणः यत् गुणः क्रिया वा सर्वं भवति खलु? तर्हि तत्र संयोगसमये घटः एव नास्ति चेत् तत्र कपालसंयोगेन घटसंयोगः कथं भवितुम् अर्हति इति भवति खलु? तर्हि समस्या भवति. अतः तत्र परस्परकपालसंयोगेन अवयविनी संयोगः अनुभवविरुद्धः, परस्परसंयोगेन अवयविनी घटे अपि संयोगः इति नास्ति. अतः अस्यां स्थित्याम् अस्माभिः यत् नियमः कृतः अवयवसंयोग अवयविनः संयोगजः संयोगः जायते न सर्वदा, तत् अग्रे अतः नियमप्रसङ्गे किञ्चित् अग्रे चिन्तनीयम् इति निष्कर्षरूपेण आगच्छति इति दर्शयति. समीचीनं भगिनि, उत्तमम्, अस्तु धन्यवादः, धन्यवादः भगिनि. अस्तु तत्र अग्रे योगेन्द्रमहोदय गतः, अस्तु मृणाली भगिनी अग्रे पठति वा? तत्र दीर्घः परिच्छेदः अस्ति, तर्हि तत्र मध्ये एतावत् तत्र एतावता इति तावत्पर्यन्तं पठति वा भगिनि? अतः एकः अवयविनी घटे नोत्पद्यते इति विचारे मूर्तयोः युतसिद्धयोरेव कर्मजः संयोगजः वा संयोगो भवति नान्ययोः इति निश्चितम्. युतसिद्धिः नाम किम्? विद्याधर्यां द्विपञ्चाशत् अधिकत्रिशतमतः त्रिशतमे पुटे युतसिद्धिः इत्यस्य पृथक् सिद्धिः, पृथग् पृथगवस्थितिः इत्यर्थः. सम्बन्धिनोः परिहारेण पृथगाश्रये स्थितिरित्यर्थः. भवति युतिसिद्धिः. घटः भूतलं विहाय स्वसमवायिकारणे कपाले भूतलं च घटं विहाय स्वसमवायिकारणे भवति, अतः तौ युतिसिद्धौ. युतसिद्धौ न श्रूयते वा? युतसिद्धौ श्रूयते वा? एषः अवयविनी घटे नोत्पद्यते इति श्रूयते श्रूयते वा? वदतु भगिनि, जानामि भगिनि. कुतः एषः अवयविनी घटे नोत्पद्यते इति विचारे मूर्तयोः युतसिद्धयोरेव कर्मजः संयोगः वा? संयोगो भवति अन्ययोः न अन्ययोः इति निश्चितम्. न सम्यक् अवगतम् आचार्य. एतत् भगिनि तर्हि अस्मिन् वाक्ये केवलम् एतत् पदं त्यजतु. इदानीम् अवगच्छति वा? मूर्तयोः कर्मजः संयोगः वा संयोगो भवति नानन्योः इति निश्चितम्. नाम अवयविनि घटे नात्पद्यते तत्र. हा, मूर्तयोः कर्मजसंयोगः वा संयोगः भवति न अन्ययोः इति. तर्हि नाम अस्तु अस्तु भगिनि, तत्र कुतः एषा अवयविनि घटे नोत्पद्यते इति विचारे, नाम किमर्थं घटे संयोगः न उत्पद्यते इति विषये एकः अंशः तु निश्चितः अस्ति, नाम मूर्तयोः कर्मजः संयोगः अथवा संयोगजसंयोगः भवति न अन्ययोः मूर्तद्रव्ययोः मध्ये. तथा नाम एकं मूर्तद्रव्यमस्ति, अन्यमूर्तद्रव्यमस्ति, तयोः मध्ये यत्किमपि भवतु, तत्र मूर्तद्रव्यद्वयं तयोः मध्ये सर्वदा संयोगः भवति वा? किं चिन्तयति? संयोगजसंयोगः वा कर्मजसंयोगः वा इति तत्र त्यजामः. केवलं संयोगः भवति न वा इति चिन्तयामः. अतः तत्र एकं मूर्तद्रव्यं स्वीकुर्मः, अन्यत् मूर्तद्रव्यं स्वीकुर्मः, मूर्तद्रव्यद्वयमस्ति, तेन कारणेन तयोः मध्ये संयोगः भवति इति चिन्तयितुं शक्नुमः वा? केन कारणेन वा? न न, केवलं तत्र मूर्तद्रव्यद्वयमस्ति, यत् कोऽपि मूर्तद्रव्यद्वयं स्वीकुर्मः तयोः मध्ये संयोगः भवितुम् अर्हति इति चिन्तितुं शक्नुमः वा? नाम यदि हस्तः अस्ति, पुस्तकम् अस्ति, तयोः मध्ये संयोगः भवति वा? हस्तः अस्ति न किन्तु भवितुम् अर्हति खलु, तयोः मध्ये संयोगः भवितुम् अर्हति. हस्तः अस्ति, पुस्तकमस्ति, तयोः मध्ये तत्र संयोगः भवितुम् अर्हति खलु? क्रियया संयोगः भवितुम् अर्हति. अस्तु, इदानीं तत्र हस्तः अस्ति मूर्तद्रव्यं, हस्तः शरीरस्य अवयवः अस्ति, हस्तः शरीरस्य अवयवः अस्ति, शरीरम् अपि मूर्तद्रव्यम्, इदानीं हस्तः अस्ति मूर्तद्रव्यं, शरीरमस्ति मूर्तद्रव्यं, शरीरः तत्र हस्तः शरीरस्य अवयवः. इदानीं किं मूर्तद्रव्यद्वयमस्ति, किं तयोः मध्ये संयोगः भवितुम् अर्हति वा? न, यतोहि वदतु एव अवयवः अस्ति. अतः अतः मूर्तयोः मध्ये तत्र संयोगः भवति न वा इति प्रश्ने, मूर्तयोः संयोगः भवति इति यदि वदामः तर्हि तत्र मूर्तयोः मध्ये किं किमपि स्थापनीयमस्ति खलु. यत्को तत्र मूर्तयोः पदार्थयोः मध्ये संयोगः भवति इति वयं वदामः तर्हि संयोगः भवितुम् अर्हति इति वदामः, तत् समीचीनं नास्ति. मूर्तद्रव्यं नाम हस्तपुस्तकयोः मध्ये भवति, किन्तु हस्तशरीरयोः मध्ये संयोगः न भवति. तर्हि तत् कथं वदामः? उदाहरणम् एतदस्ति, किन्तु उदाहरणस्य तत्र आधारे कोऽपि नियमः अस्ति खलु. सः नियमः कः इत्युक्ते तत्र मूर्तयोः युतसिद्धयोः एव तयोः मध्ये एव संयोगः भवति, न अन्ययोः मध्ये. नाम मूर्तद्रव्यं यदि हस्तपुस्तकं भवति तदा संयोगः जायते. मूर्तद्रव्यद्वयं यदि हस्तः शरीरं तत्र अवयव अवयविनः भावः अस्ति तदा संयोगः न जायते. तर्हि कदा संयोगः भवति, कदा संयोगः न भवति इति प्रश्नः उदेति खलु. तर्हि युतसिद्धयोरेव कर्मजः वा संयोगजः संयोगः भवति इति. तयोः मध्ये एव इति नियमः अस्ति इदानीं. तर्हि इदानीं प्रश्नः उदेति युतसिद्धयोः एव इति अस्ति, तर्हि तस्य पदस्य अर्थः कः इति खलु. आम् आम् आम्, तस्य एव अग्रे विवरणम् अस्ति. पृथक् सिद्धिः पृथक् पृथग् अवस्थितिः इत्यर्थः. सम्बन्धिनोः परस्परपरिहारेण पृथगाश्रये स्थितिरित्यर्थः. नाम युद्धसिद्धि इत्यस्य पृथक् सिद्धिः पृथक् अवस्थितिः इति अर्थः. पृथक् अवस्थितिः अग्रे तत्र नाम सम्बन्धिनोः परस्परपरिहारेण पृथक् आश्रये स्थितिर् स्थितिः इत्यर्थः. अग्रे उदाहरणं दत्तमस्ति, एकवारं पठित्वा वदतु. समवायिकारणे कपाले भूतलं च घटं विहाय स्वसमवायिकारणे भवति. कपाले भवति, आम् कपाले भवति इति वदामः. भूतलं च घटं विहाय स्वसमवायिकारणे भवति, अतः तौ युतसिद्धौ. नाम भूतलघटयोः भवति युतसिद्धिः, तर्हि तत्र घटः कुत्र अस्ति? घटः भूतले अस्ति. न न, भूतलघटयोः मध्ये युतसिद्धिः अस्ति, तर्हि घटः घटस्य आश्रयः कः? घटस्य आश्रयः कपालः. कपालः, वायिकारणम् अस्ति, नाम समवायिकारणम् अस्ति घटस्य समवायिकारणम् अस्ति कपालः, तर्हि तत्र घटः भूतलं विहाय कपाले भवितुम् अर्हति खलु. तर्हि भूतलं विहाय स्वसमवायिकारणे कपाले भवितुं भवति, अपि भूतलमपि घटं विहाय, तत्र घटः नास्ति किन्तु भूतलं तु तत्र तस्य समवायिकारणे भवितुम् अर्हति. भूतलस्य अपि समवायिकारणम् अस्ति. पृथिव्याः एव एकः भागः खलु, अस्य तस्य अपि तस्य अपि समवायिकारणं भवति, भूतलं तस्य समवायिकारणे अस्ति. इदानीं किम् अस्ति तत्र, भूतलस्य समवायिकारणं भिन्नं, घटस्य समवायिकारणं भिन्नम् इति चिन्तयामश्चेत् तत्र तयो तादृशी स्थितिः अस्ति, तदा तत्र भूतल अपि घटयोः मध्ये संयोगः भवितुम् अर्हति. नाम तत्र यदि अत्र किम् अस्ति, घटः तस्य समवायिकारणे अस्ति, भूतलं तस्य समवायिकारणे अस्ति अस्ति, अपि समवायिकारणं द्वयमस्ति किन्तु तत्र समानं नास्ति, अत्र आश्रयः भिन्नः, अस्य भूतलस्य आश्रयः भिन्नः, तदा एव तत्र संयोगः भवितुम् अर्हति. तदेव युतसिद्धिः इति. अग्रे अपि किञ्चित् उक्तं किन्तु तत्र अन्य कोऽपि पठित्वा विवृणोति. समीचीनं भगिनी, एतावत् अस्तु, धन्यवादः. अग्रे तत्र किं विमला भगिनी अग्रे पठति वा? तस्य अपरं खलु एतावता, तत्र एतावता, हा सत्यं सत्यं भगिनि, हा अस्तु. एतावता यत् अस्माभिः दृष्टं तस्य आधारेण एकं निर्णयं कर्तुं शक्नुमः. कः निर्णयः इति चेत्, यदा कदापि एकस्य द्रव्यस्य संयोगः अन्येन द्रव्येण सह यदि भवेत् तदा ते द्वे द्रव्ये कीदृशे स्याताम् इति अस्माभिः आदौ स्पष्टं ज्ञातव्यम्. ते द्वे द्रव्ये युतसिद्धे एव स्याताम्, न तु अयुतसिद्धे. अयुतसिद्धयोः द्वयोः द्रव्ययोः कदापि संयोगः न भवति, युतसिद्धयोः द्रव्ययोः एव भवति. इति केवलं यदि द्रव्ययोः मध्ये संयोगः भवेत् तदा केवलं युतसिद्धयोः द्रव्ययोः एव भवति, न अयुतसिद्धयोः द्रव्ययोः इति अत्र उक्तम्. संयोगः कदापि न भवति अयुतसिद्धयोः द्रव्ययोः, केवलं युतसिद्ध द्रव्ययोः मध्ये एव संयोगः भवति. नाम तत्र यत्र पृथक् अवस्थितिः भवति तयोः मध्ये एव तत्र संयोगः भवति, यथा तत्र भूतलघटयोः मध्ये तत्र संयोगः भवितुम् अर्हति. तत्र एतत् सर्वं किमर्थम् उक्तं, यतोहि तत्र कपाल अपि घटः अस्ति चेत् तत्र वयं तयोः मध्ये किमर्थं न भवति इति तस्य प्रश्ने सति ते अयुतसिद्धौ इति अस्ति. तत्र कपाल अपि घटः अयुतसिद्धौ, किन्तु कपालः अपि हस्तः युतसिद्धौ. आम्, तत्र अतः तत्र तयोः अत्र संयोगः जायते, कुत्रचित् संयोगः जायते, कुत्रचित् संयोगः न जायते. कदा इत्युक्ते यत्र पदार्थद्वयं तत्र अयुतसिद्धौ द्रव्ययोः मध्ये, तर्हि तत्र केवलम् अयुतसिद्धयोः द्रव्ययोः मध्ये एव तत्र संयोगः न भवति युतसिद्धयोः. ययोः मध्ये एव संयोगः भवति, संयोगः भवति इति पृथक् अस्ति इति. हा तदा एव तत्र संयोगः भवितुम् अर्हति. अस्तु, समीचीनं भगिनि. अत्र प्रायशः केवलम् एतत् उदाहरणमेव दत्तम्, अग्रे प्रायशः किञ्चित् अपि वदति इति अस्ति इति मन्ये. अस्तु, अस्मिन् विषये कोऽपि प्रश्नः? अस्तु, धन्यवादः भगिनि. अग्रे तत्र पद्मा भगिनी अग्रे पठति. हा धन्यवादः पद्मा भगिनी, अग्रे पठति वा? एकनिमिषं, किञ्चित् उपरि स्थापयामि. कुत्रचित् द्रव्यद्वयं युतसिद्धं भवति, कुत्रचित् अयुतसिद्धं भवति. द्रव्यद्वयस्य अयुतसिद्धम् एकस्मिन् स्थाने एव, यत्र एकं द्रव्यम् अपरस्य अवयवः भवति. अवयव अवयवी भाव भाव आपन्नयोः द्रव्ययोः एव अयुतसिद्धत्वम्. अयुद्धसिद्धत्वम् इत्यस्य अर्थः एवं, द्वयोः द्रव्ययोः मध्ये एकस्य द्रव्यस्य नाशपर्यन्तं तद्द्रव्यम् अन्यद्रव्यम् आश्रित्य एव तिष्ठति. तदानीं ते द्वे द्रव्ये अयुतसिद्धे, घटः कपालः च इति एतत् द्रव्यद्वयम् अयुतसिद्धम्. यतोहि यावत्पर्यन्तं घटः तिष्ठति, यावत्पर्यन्तं घटस्य नाशः न भवति, तावत्पर्यन्तं घटः कपालम् आश्रित्य तिष्ठति. कपालम् अनाश्रित्य स्थातुं न शक्नोति सः, तस्य नाशपर्यन्तम् अपि घटस्य नाशः भवति चेत् भिन्नः विषयः, नो चेत् कपालम् आश्रित्य तिष्ठति एव. तादृशः कश्चन सम्बन्धः तयोर्मध्ये अस्ति. अतः किञ्चित् उत्तरीति किञ्चित् उपरि करोति वा पठितु. अतः तौ द्वौ अयुतसिद्धौ. एतावता वयं किं पठितवन्तः चेत् तत्र अयुतसिद्धम् इत्युक्ते किं, युतसिद्धम् इत्युक्ते किम्, एकस्य पदार्थस्य एकस्य पदार्थस्य अवयविनः मध्ये अयुतसिद्धिः एव भवति. पृथक् पदार्थद्वयमध्ये युतसिद्धिः भवति, यतः तत्र पृथक् इति एव तत्र समीचीनं भवति. नाम पृथक्त्वं किम् इति एव वक्तुम् इच्छामः, अतः एव एतत् सर्वं समीचीनं. नाम इदानीं कदा संयोगः भवति, कदा संयोगः न भवति, युतसिद्धयोः मध्ये एव संयोगः भवति इति वक्तुम् इच्छामः. अत्र उदाहरणार्थमहं स्वीकुर्मः वदति, एक वस्त्रमस्ति, घटः अस्ति, द्वयोः संयोगः भवति यतः द्वयोः समवायिकारणं भिन्नमस्ति, युतसिद्धौ अस्ति. घटः अनन्तरं वस्त्रं द्वयोः मध्ये युतसिद्धिः अस्ति, यतः पृथक् अस्ति, समवायिकारणं भिन्नम् अस्ति. तत्र वस्त्रविषये तन्तुः तत्र तादात्म्यसम्बन्धेन स्वस्मिन् स्थित्वा वस्त्रं जनयति. अत्र कपालः कपालः तत्र तादात्म्यसम्बन्धेन स्थित्वा तत्र घटं जनयति. अतः तत्र भिन्न आश्रयः अस्ति. अत्र वस्त्रं इति समीचीनं भगिनि, किन्तु समीचीनं तत्र सः एकः अंशः, नाम तत्र आशयः तत्र स्वस्मवायि कारणं भिन्नम् इति एकः अंशः, किन्तु तत्र अत्र स्पष्टतया उक्तं नाम अयुतसिद्धम् इत्युक्ते तत्र किम् इति अत्र इतोपि स्पष्टतया लिखितं. हा तत्र कपालस्य कपालः एव घटस्य आधारः, अतः वस्त्रम् अनन्तरं घटः तद् भिन्नं भिन्नं भिन्नपदार्थौ, अतः सिद्ध युद्धसिद्धिः भवति. अयुद्धसिद्धिः इत्युक्ते तन्तु अनन्तरं वस्त्र वस्त्रं यतः तत्र कारणकारिभावः अस्ति, समवायसम्बन्धः अस्ति, अतः तद् अयुद्धसिद्धः इति सत्यं भगिनि. हा तत्र तदेव अत्र अन्यरीत्या तत्र यत्र समवायसम्बन्धः अस्ति तत्र संयोगः न भवति इति एव वयं वक्तुमिच्छामः. तत्र संयोगः समवायसम्बन्धः उत्पत्तेः कारणं तन्तुः, अतः तन्तुं विहाय वस्त्रं न भवति. तादृशसन्दर्भे अयुद्धसिद्धौ. सत्यं, यत्र कार्यकारणभावः अस्ति अथवा तत्र यत्र समवायसम्बन्धः अस्ति तत्र संयोगसम्बन्धः न भवति इति तदेव अत्र दत्तवन्तः. सत्यं भगिनि, हा तदेव अस्ति. किन्तु इदानीम् एकम् एकस्य द्रव्यस्य तत्र कुत्रचित् द्रव्यद्वयं युद्धसिद्धं भवति, कुत्रचित् अयुद्धसिद्धं भवति. अस्मिन् उदाहरणे घटः वस्त्र सम्बन्धे तत्र युद्धसिद्धं भवति, परन्तु कपालसम्बन्धे अयुद्धसिद्धं भवति. द्रव्यद्वयम् अयुद्धसिद्धम् एकस्मिन् स्थाने एव, यत्र एकं द्रव्यम् अपरस्य अवयवः भवति. अत्र अवयव कपालः घटः अवयवी अस्ति, सो तादृशसन्दर्भे अयुद्धसिद्धम् एव इति. अवयव अवयवी भाव आपन्नयोः द्रव्ययोः एव अयुद्धसिद्धत्वं, तदेव कपालयोः मध्ये एव अयुद्धसिद्धत्वं भवति. अयुद्धसिद्धत्वं एवं द्वयोः द्रव्ययोः मध्ये एकस्य द्रव्यस्य नाशपर्यन्तं तद् द्रव्यम् अन्यद्रव्यम् आश्रित्य एव तिष्ठति. अत्र कपालः घटः कपालम् आश्रित्य एव तिष्ठति. यदा घटस्य नाशः तत्र कपालस्य नाशः अपि भवति, यत्र कपालस्य नाशः तत्र घटस्य नाशः भवति. सो तादृशम् अस्ति. सो अतः घटः कपालनाशपर्यन्तं तिष्ठति इत्यनेन कपालम् आश्रित्य एव भवति इति कारणात् तत्र द्वयोः मध्ये अयुद्धसिद्धं भवति. तदानीं ते द्वे द्वये अयुद्धसिद्धे, घटः कपालः च इति एतद् द्रव्यद्वयम् अयुद्धसिद्धम्. किमर्थं चेत् यावत्पर्यन्तं घटः तिष्ठति, यावत्पर्यन्तं घटस्य नाशः न भवति, तावत्पर्यन्तं घटः कपालम् आश्रित्य एव तिष्ठति. नाशपर्यन्तं घटस्य नाशपर्यन्तं तत्र कपालः एव तस्य आश्रयः. तत्र कपालं विहाय तत्र घटः न भवितुम् अर्हति. तदेव दत्तवन्तः, कपालम् अनाश्रित्य स्थातुं न शक्नोति सः, तस्य नाशपर्यन्तम् अपि तद् तिष्ठति. घटस्य नाशः भवति चेत् भिन्नः विषयः, नो चेत् कपालमाश्रित्य तिष्ठति एव. सो घटस्य नाशः भवति चेत् तत्र कपालस्य नाशः अपि भवति एव. घटस्य नाशपर्यन्तं तत् कपालमाश्रित्य एव तिष्ठति. तादृशरचनसम्बन्धः तयोर्मध्ये अस्ति चेत् तद् असिद्धसिद्धौ पदार्थौ. अतः तत्र अवयव अवयवी भाव आपन्नयोः मध्ये द्रव्ययोः एव अयुतसिद्धत्वं, तत्र एकम् आश्रित्य अन्यत् तिष्ठति नाशपर्यन्तम् इत्युक्ते तदा तत्र एव अयुतसिद्धत्वम् अस्ति अत्र एकः प्रश्नः तत्र दत्तवन्तः तत्र अवयव अवयवी भाव अपलयोः तादृशसम्बन्धे एव वा अत्र यत्र कुत्रापि समवाय सम्बन्धः अस्ति क्रियाक्रियवत्तोः द्रव्यगुणयोः तादृशसम्बन्धे अपि अयुतसिद्धत्वं न किन्तु उत्तमप्रश्नः भगिनी किन्तु तत्र अत्र किम् अस्ति इत्युक्ते द्रव्ययोः मध्ये कदा संयोगः भवति इति प्रश्नः नाम संयोगः कदा जायते इति अस्ति संयोगः सर्वदा तत्र द्रव्ययोः मध्ये एव भवितुम् अर्हति खलु अतः तत्र अयुत तत्र अवयव तत्र समवायसम्बन्धः कदा भवति इत्युक्ते वयं जानीमः खलु तत्र अवयव अवयविनोः मध्ये क्रियाक्रियावतोः मध्ये तत्र अन्यत् किं विशेष तत्र तत्र जातिव्यक्तयोः मध्ये एतत् सर्वम् अस्ति किन्तु अत्र अस्माकं प्रश्नः तत्र केवलं द्रव्ययोः मध्ये कदा संयोगः जायते इति कृत्वा तत्र पदार्थद्वयमपि द्रव्यं भवेत् अतः जातिव्यक्ति तद् न भवति क्रिया क्रियावत् क्रियावान् तदपि न अत्र सङ्गच्छति समीचीनं वा अस्तु समीचीनं धन्यवादः अग्रे तत्र शुभदा भगिनी अग्रे अन्यत् उदाहरणमस्ति तत्र पठितुम् इच्छति वा आं महोदय प्रयत्नं करोमि तथैव पटः स्वस्य नाशपर्यन्तमपि तन्तुम् आश्रित्य तिष्ठति यावत्पर्यन्तं पटः भवति तावत्पर्यन्तं तन्तुभ्यः पटः पृथग् भूय न तिष्ठति तन्तून् आश्रित्य एव तिष्ठति पटः अपरैः शब्दैः यावत्पर्यन्तं पटः तिष्ठति अविनश्यदवस्थं तावत्पर्यन्तं तन्तून् आश्रित्य तिष्ठति अविनश्यवदस्थं नाम विनाशम् अप्राप्य अविनश्यत् इति शत्रन्तरूपम् अविनश्यदवस्थम् इति सप्तमस्तपदम् अविनश्यन्ती अवस्था अविनश्यदवस्था अविनश्यदवस्था यस्मिन् कर्मणि तत् यथा स्यात् इति अविनश्यदवस्थं क्रियाविशेषणम् अतः द्वितीयविभक्तौ एकवचने नपुंसके अविनश्यदवस्थम् इति यावत् पर्यन्तं न नश्यति पटः तावत्पर्यन्तं तन्तून् आश्रित्य तिष्ठति अतः पटः तन्तुः च इत्येते द्वे द्रव्ये अयुतसिद्धे भवतः अस्तु तर्हि अत्र तन्तवः अपि च पटः इत्यस्य उदाहरणमस्ति अत्र वयं दृष्टवन्तः अवयवी भावापन्नयोः द्रव्ययोः एव अयुतसिद्धत्वम् इति तस्य अर्थः अपि वयं दृष्टवन्तः द्वयोः द्रव्ययोः मध्ये एकस्य द्रव्यस्य नाशपर्यन्तं तद् द्रव्यम् अन्यद् द्रव्यम् आश्रित्य एव तिष्ठति तत् नियमः अनुसृत्य अत्र अपि पटुः क्षम्यतां पटः अपि च तन्तवः इति द्रव्यद्वयं स्वीकृतं चेत् एकस्य द्रव्यस्य नाशपर्यन्तं नाम तन्तोः नाशपर्यन्तं पटस्य नाशपर्यन्तं तन्तवः पटोः तिष्ठति पटौ तिष्ठति क्षम्यतां यदा पटः पटः नाश स्वस्य नाशपर्यन्तं तन्तून् आश्रित्य एव तिष्ठति खलु पटं स्वस्य नाशपर्यन्तं तन्तुः एव भवति नाम तत्र तन्तुभ्यः न भवितुम् अर्हति पटः, खलु? तन्तुभ्यः पृथक् न भवति, तत्र तन्तौ एव तन्तुषु एव तिष्ठति पटः, तन्तुषु एव तिष्ठति तन्तुभ्यः, पञ्चमी, तन्तुभ्यः पृथक् पृथक् न भवति, पृथक् न भवितुम् अर्हति, पृथक् न भवितुम् अर्हति. तर्हि तत्र अविनश्यवस्थम् इति एकम् पदं प्रयुक्तम् अत्र. तत्तु तस्य अर्थः तु अविनाशम् अप्राप्य इति अस्ति, क्षम्यतां, विनाशम् अप्राप्य इति अस्ति, विनाशम् अप्राप्य यावत्पर्यन्तं विनाशः न भवति इति तस्य तादृशी अवस्था इति तस्य अर्थः मया चिन्तितम्. सत्यं भगिनि, तदेव अस्ति, तदेव सः एव अर्थः. यावत्पर्यन्तं नाशः न भवति तावत्पर्यन्तं पटः तन्तून् आश्रित्य एव तिष्ठति, तस्मात् तन्तुभ्यः पृथक् न, पृथक् भूय न भवति, तस्मात् एव तिष्ठति. तर्हि अविनश्यदवस्थम् इति यावत्पर्यन्तं, नाम यावत्पर्यन्तं विनाशं न प्राप्यते तावत्पर्यन्तं पटः न नश्यति, अपि च तन्तून् आश्रित्य एव तिष्ठति इति. अतः तादृशी अवस्था अस्ति चेत् पटः तन्तवः इति द्रव्यद्वयम् अयुतसिद्धद्रव्यम् इति उच्यते इति. समीचीनम्. अपि तत्र अविनश्यदवस्थम् इति तस्य पदस्य अपि किञ्चित् विश्लेषणं कृतं, किञ्चित् वदति वा? आं महोदय, तत्र अविनश्यत् नश् धातुः इति अस्ति इति मन्ये. नश् धातोः केचन उपसर्गाः तत्र सन्ति, अवि इति अस्ति वा अवि इति अस्ति, तत्र शत्रन्तरूपम् अस्ति अविनश्यत् इति भवति. तदनन्तरम् अविनश्यदवस्थम् इति अत्र अविनश्यन्ती अवस्था, यतोहि अवस्था इति स्त्रीलिङ्गरूपं, तत्र अविनश्यन्ती इति भवति, अविनश्यन्ती अवस्था, अविनश्यन्ती इति अवस्था इत्यस्य विशेषणम् अत्र भवति. तस्य समस्तपद अविनश्यदवस्था इति भवति. अधुना अविनश्यदवस्था यस्मिन् कर्मणि, तत् यथा स्यात्, यादृशी कर्मणि नाम यादृशी परिस्थितिः अस्ति, यादृशी प्रसङ्गः भवति, तस्मिन् प्रसङ्गे कथं भवति अवस्था, सा अवस्था अविनश्यदवस्थम् इति उच्यते. नाम अविनश्यन्ती अवस्था यस्मिन् प्रसङ्गे भवति तादृशः प्रसङ्गः, अथवा यस्मिन् कर्मणि भवति तादृशं कर्म इति अविनश्यदवस्थं कर्म इति उच्यते इति. अपि च इति तु क्रियाविशेषणं भवति इति उक्तमस्ति. क्रियाविशेषणम् अविनश्यदवस्थं तत्र पटः तिष्ठति, पटः तिष्ठति, कथं तिष्ठति इत्युक्ते पटः तत्र, खलु भगिनि, तदेव अस्ति, नाम पटः तिष्ठति. आम्, पटः कथं तिष्ठति? अविनश्यदवस्थं तिष्ठति. पटः तन्तुषु अविनश्यदवस्थं नाम विनाशम् अप्राप्य तिष्ठति. हा, तर्हि कथं तिष्ठति इति तस्य उत्तरमस्ति अविनश्यदवस्थम्. तर्हि तत्र क्रियाविशेषणं भवति अविनश्यदवस्थम्. सत्यं, सत्यम्. अतः पटः तन्तवः इति अयुतसिद्धौ द्रव्ये इति अयुतसिद्धे द्रव्ये इति वक्तुं शक्यते. उत्तमं भगिनि, धन्यवादः. समीचीनम्. अतः तत्र अयुतसिद्धम् इति तस्य विश्लेषणं कृतमपि तत्र नूतनपदमपि अविनश्य धवस्थम् इति तदपि तत्र आगतम् अस्ति. हा, अस्मिन् विषये कोऽपि प्रश्नः? अस्तु, समीचीनम्. अग्रे सरामः. तर्हि तत्र अग्रे नरसिंहगिरे मध्ये अग्रे पठति वा? किन्तु इदानीं घटः भूतलम् इति एते द्रव्ये एते द्वे द्रव्ये युतसिद्धे द्वयोः द्रव्योः मध्ये एतादृशः सम्बन्धो नास्ति. यावत्पर्यन्तं घटः तिष्ठति तावत्पर्यन्तं भूतलम् आश्रित्य एव तिष्ठति इति नास्ति नियमः. पुस्तकम् उत्पीठिकयां पुस्तकम् उत्पीठिकाम् आश्रित्य एव तिष्ठति इति नास्ति. उत्पीठिकम् आश्रित्य अपि उत्पीठिकम् अनाश्रित्य अपि स्थातुम् अर्हति. अतः पुस्तकस्य उत्पीठिकस्यश्च अयुतसिद्धत्वं नास्ति, युतसिद्धत्वमेव. पुस्तकं स्वीयानि पत्राणि अवलम्ब्य तिष्ठति नाशपर्यन्तमपि. अतः पुस्तकस्य तत्पत्राणां च अयुतसिद्धत्वम् अस्ति. अत्र अन्यत् एकम् उदाहरणं दत्तमस्ति. किन्तु इदानीं घटः भूतलं पश्यामः चेत् तत्र एते द्वे द्रव्ये युतसिद्धौ. युतसिद्ध इत्युक्ते पृथगाश्रय आश्रितौ. द्वयोः द्रव्ययोः मध्ये एतादृशसम्बन्धो नास्ति. युतसिद्धत्व अयुतसिद्धत्वं नास्ति अत्र. इत्युक्ते द्रव्यः घटः कपालम् आश्रित्य तिष्ठति, भूतलं स्वस्य अवयवम् आश्रित्य तिष्ठति. अतः तत्र कोऽपि सम्बन्धः नास्ति. अतः युतसिद्धमस्ति, पृथगाश्रय आश्रितमस्ति. यावत्पर्यन्तं घटः तिष्ठति तावत्पर्यन्तं भूतलम् आश्रित्य एव तिष्ठति इति नास्ति. यथा तन्तुपट मध्ये दृष्टवन्तः तादृशम् अत्र स्थितिः नास्ति. घटः अन्यत्रापि स्थातुम् अर्हति. तत्र भूतलं विहाय अन्यत्रापि वयं स्थातुं शक्नुमः इति अस्ति. अनन्तरम् अन्यत् एकम् उदाहरणमस्ति, पुस्तकम् उत्पीठिकां. तदपि समानं. तत्र पुस्तकं केवलम् उत्पीठिकां भवतु इति नास्ति, अन्यत्र अपि भवितुम् अर्हति. पुस्तकं तस्य पृष्ठानि अवलम्ब्य तिष्ठति, उत्पीठिकं उत्पीठिका तस्य अवयवान् आश्रित्य तिष्ठति. अतः ते युतसिद्धौ, पृथगाश्रय आश्रितौ. अतः तयोः मध्ये संयोगः भवितुम् अर्हति इति. महोदय, तत्र द्रव्ययोः आश्रयः भिन्नौ इति सः अपि समीचीनं, किन्तु द्वयोः मध्ये अवयवी भावः नास्ति इति एव मुख्यांशः. तत्र कपालपुस्तकमध्ये अवयवविभव नास्ति, अवयवी अवयवभावः नास्ति. हा, पुस्तक उत्पीठिका तत्र अपि, तत्र पुस्तकं यथा भवता उक्तं, नाम तत्र पुस्तकम् उत्पीठिकायाः तत्र उत्पीठिकायाम् एव भवति इति नास्ति. उत्पीठिकायाः तत्र उत्पीठिकां विहाय अपि तत्र पुस्तकं तिष्ठति एव, तत्र अन्यत्र अपि स्थातुं शक्नोति. हा, तादृशमेव घटभूतले मध्ये अवयवी अवयवभावः नास्ति. अतः तत्रापि संयोगः भवितुमर्हति. अन्ते तत्र अतः पुस्तकस्य उत्पीठिकायाः अपि किञ्चित् उत्पीठिकायाम् अनाश्रित्यापि स्थातुमर्हति. पुस्तकम् उत्पीठिकायाम् अनाश्रित्यापि वयं स्थातुं शक्नुमः. अतः पुस्तकस्य उत्पीठिकस्यश्च अयुतसिद्धत्वं नास्ति, युतसिद्धत्वमेव. तेषां मध्ये अयुतसिद्धत्वं नास्ति इत्युक्ते आश्रयम् एकमेव नास्ति, युतसिद्धत्वमस्ति. आश्रयं भिन्नभिन्नमस्ति. पुस्तकं स्वीयानि पत्राणि अवलम्ब्य, पुस्तकस्य अवयवः किम् इत्युक्ते पत्राणि, तदवलम्ब्य तत् तिष्ठति. नाशपर्यन्तं पुस्तकं तस्य पत्राणि अवलम्ब्य तिष्ठति. यथा तत्र कपालम् अवलम्ब्य तिष्ठति, तादृशमेव पुस्तकं पत्राणि अवलम्ब्य तिष्ठति. पुस्तकस्य तत्पत्राणां च अयुतसिद्धत्वम् अस्ति. इदानीं पुस्तकं पश्यामः चेत् अनन्तरं तस्य पत्राणि पश्यामः चेत् तेषां मध्ये अयुतसिद्धत्वम् अस्ति. तत्र तत्र अतः पृष्ठानि अनन्तरं पुस्तकमध्ये संयोगः न भवितुम् अर्हति, तेषां मध्ये अवयवभावः अस्ति, आम् भावः अस्ति, हा उत्तमं महोदय, हा तथैव अस्ति, हा तत् पुस्तक उत्पीठिका तत्र तु युतसिद्धत्वम् अस्ति, किन्तु पुस्तकमपि पुस्तकस्य स्वीयानि पत्राणि तत्र किं भवति, तत्र तु अयुतसिद्धत्वम् अस्ति. उत्तमं महोदय, धन्यवादः. अग्रे तत्र चन्द्रमती भगिनी अग्रे पठति वा? धन्यवादः. इदानीं द्वयोः संयोगः कर्मजः संयोजः वा सः संयोगः कुत्र भवति इति चेत् युधसिद्धयोः द्वयोः द्रव्ययोः मध्ये एव भवति इति अधुना निश्चितं. तेन कपालस्य खडस्य च संयोगः न भवति, अपि तु कपालस्य अन्येन केनचित् पुस्तकेन सह संयोगः भवति तावदेव. यतोहि खडकपालयोः सम्बन्धः नाशपर्यन्तं तिष्ठति. यदा एतस्मात् खडकपालौ आयुधसिद्धौ इति कारणेन कपालस्य खडेन सह संयोगः कदापि न भवति इति पर्यवसितम्. यतोहि तौ द्वौ आयुधसिद्धौ संयोगः सर्वदा अपि युधसिद्धयोः द्वयोः द्रव्योः एव भवति. इदानीं द्वयोः संयोगः कर्मजः संयोगः वा सः संयोगः कुत्र भवति इति चेत् युधसिद्धयोः द्रव्योः द्वयोः द्रव्योः मध्ये एव भवति इति अधुना निश्चितं. कर्मजः संयोगः कुत्र भवति इति अत्र चिन्तयति. कर्मजः संयोगः संयोगः संयोगः वा कर्मजः संयोगः वा संयोगः अथवा कर्मजः कर्मजः संयोगजः वा नाम तत्र संयोगः संयोगः कर्मजः वा कर्मजः संयोगः वा संयोगः वा यः कोऽपि संयोगः भवेत् सः संयोगः कुत्र भवति. संयोगः इदानीं द्वयोः संयोगेन भवति वा कर्मजः संयोगेन भवति वा नाम कुत्रापि संयोगः भवति न वा इति वयं चिन्तयामः. सः संयोगः क्रियया भवितुम् अर्हति, अन्यसंयोगेन भवितुमपि अर्हति, किन्तु नाम तत्र कर्मजः संयोगः भवेत् अथवा संयोगजसंयोगः भवेत् किन्तु तत्र कारणं त्यजामः, तत्र केन जातः एषः संयोगः इति त्यजामः, किन्तु अस्माकं प्रश्नः अस्ति संयोगः तयोः मध्ये भवति. संयोगजः संयोगः वा कर्मजगसंयोगः वा इति तत् कुत्र भवति, सः संयोगः कुत्र भवति इति वयं चिन्तयति चेत् युतसिद्धयोः द्वयोः द्रव्योः मध्ये एव भवति. वयम् इदानीं दृष्टवन्तः युधसिद्धयोः द्रव्ययोः आश्रयः भिन्नं, द्रव्यस्य आश्रयः भिन्नम् अस्ति चेत् तद् युधसिद्धयोः द्रव्ययोः मध्ये एव भवति इति अधुना निश्चितं. तेन कपालस्य खण्डस्य च संयोगः न भवति, अपि तु कपालस्य अन्येन केनचित् पुस्तकेन सह संयोगः भवति तावदेव. कपालस्य खडस्य च संयोगः कपालस्य खडस्य नाशपर्यन्तं तिष्ठति, अतः तद् युधसिद्ध अयुधसिद्धः वा तद् अयुतसिद्ध सिद्धम् अयुतसिद्ध किन्तु कपालः खडः अनन्तरं अन्य किमपि वस्तु अस्ति चेत् खडः पटः वा खडः पुस्तकं वा तादृशसंयोगः युधसिद्धसंयोगः तेषाम् आशयः भिन्नम् अस्ति नाम यत्र तत्र द्रव्ययोः मध्ये तत्र द्रव्यद्वयमस्ति द्वयोः मध्ये यत्र तत्र अवयव अवयवीभावः नास्ति नाम एकं द्रव्यम् अन्यत् द्रव्यम् आश्रित्य एव तिष्ठति नाशपर्यन्तं तादृशं तत्र तादृशभावः अस्ति चेत् अथवा तादृशी स्थितिः अस्ति चेत् तत्र तत्र अयुतसिद्धत्वम् तद् नास्ति चेदेव तत्र संयोगः भवितुम् अर्हति पुस्तकस्य पत्राणां च आयुधसिद्धत्वं तद् पुस्तकं पत्रे पत्रेषु आश्रितः अस्ति पत्राणि आश्रित्य एव तिष्ठति तिष्ठति तिष्ठति अतः खडकपालयोः सम्बन्धः आयुधसिद्धः पटः तन्तुषु आश्रित्य भवति अतः तेषाम् आयुधसिद्धत्वं भवति पट तन्तु तन्तुषु तयोः मध्ये पटः तन्तुः युधसिद्धः मध्ये अस्ति चेत् एव संयोगः भवति संयोगः भवितुम् अर्हति द्रव्यद्वयं भिन्नम् अस्ति चेत् एतस्मात् खडकपाले एतस्मात् खडकपालौ ऐदसिद्धौ इति कारणेन कपालस्य खडेन सह संयोगः कदापि न भवति इति परिवर्षितम् खडः कपालः स्वयम् आश्रितः कपाल खड नाशपर्यन्तं कपाले तिष्ठति अतः तद् तादृशसंयोगः अयुधसिद्धः युधसिद्धौ इति कारणेन कपालस्य खडेन सह संयोगः कदापि न भवति तत्र कपालयोः संयोगः न भवति इति परिवर्षितम् यतोहि तौ द्वौ आयुधसिद्धौ कपालः खडः च तेषां संयोगः आयुधसिद्धौ तत्र तौ द्वौ आयुधसिद्धौ आयुधसिद्धौ संयोगः सर्वदा अपि युधसिद्धयोः द्वयोः द्रव्ययोः एव भवति संयोगः युधसिद्धौ द्रव्ययोः एव भवति सर्वदा आयुधसिद्धौ द्रव्ययोः न भवति आश्रयः भिन्नम् अस्ति चेत् एव किन्तु तत्र द्रव्ययोः मध्ये अवयव अवयवीभावः इति मुख्यांशः तत्र नाम तत्र भूतलघटतयोः मध्ये आशयः भिन्नः एव किन्तु केवलं तदेव इति चिन्तयामः तदा किं भवति घटस्य अपि कपालः उदाहरणे घटस्य आशयः कपालः कपालस्य आशयः तत्र अन्यत् किमपि तद् कपालिका इति चिन्तयामः तर्हि तत्र कपालस्य आशयः भिन्नः तस्य आशयः भिन्नः भवति तर्हि तत् तयोः मध्ये तत्र संयोगः भवितुम् अर्हति इति तु नास्ति खलु अतः तत्र केवलम् आशयः भिन्नः इति न किन्तु तत्र साक्षात् द्रव्ययोः मध्ये अवयव अवयवीभावः नास्ति करणीयम्. समीचीनं भगिनि. अवयव अवयविनगभावः न भवनीयः. हा तदा एव तस्य अर्हति. तदा एव युधसिद्धः भवति. हा तत् तत्र एव युतसिद्धद्रव्यद्वयम् अस्ति इति. समीचीनम्. हा अस्तु अग्रे सरामः. एतावत् समीचीनं भगिनि. अन्य कोऽपि पठेत्. धन्यवादः भगिनि. धन्यवादः. अस्तु अग्रे इदानीं तत्र नीता भगिनी अग्रे पठति वा. महोदय हरि ओम्. श्रूयते वा भगिनि? तत्र सम्यक्तया न श्रूयते भगिनि. न श्रूयते वा? अधुना श्रूयते वा? शुभदा भगिनि वदतु. क्षम्यताम् अहं दोषेण उक्तवती. तत्र अविनाशी इत्यस्य प्रथमं तु नैतत्पुरुषः अपि आसीत् खलु, तत् विस्मृतं मया, क्षम्यताम्. अविनाशी इति, विनाशः नास्ति इत्यस्य इति अविनाशी, तत्तु मया अ इति उपसर्गः इति मया उक्तं, तत्तु दोषपूर्णः आसीत्. अतः सत्यं सत्यं. धन्यवादः भगिनि. हा हा हा अ इति तत्र उपसर्गः नास्ति. उपसर्गः नास्ति. अ इति नैतत्पुरुष इति अस्ति खलु. सत्यं भगिनि. उत्तमम्. तत्र धन्यवादः भगिनि. उत्तमं. सत्यं सत्यं. हा तत्र गच्छति आगच्छति इति तादृशं नास्ति. तत्र अ इति नै, तत्र न इति अर्थः. धन्यवादः भगिनि. भवती उक्तवती. हा अस्तु धन्यवादः. समीचीनं. पठामि वा? अस्तु पठतु भगिनि. अत्र एकनिमिषः. अत्र प्रश्नः उदेति समवायसम्बन्ध. भगिनि तत्र सम्यक्तया न श्रूयते इति मम अनुभवः. इदानीं श्रूयते? न श्रूयते. श्रूयते किन्तु तत्र किञ्चित् कष्टेन तत्र श्रोतुं शक्नोमि. तत्र सम्यक् नास्ति. प्रयत्नं करोमि, नो चेत् अन्य कोऽपि पठेत्. अत्र प्रश्नः उदेति, श्रूयते? सर्वे शृण्वन्ति वा तत्र, अथवा केवलं मम कृते एतादृशी स्थितिः? अस्तु अस्तु अस्तु, तर्हि अहं वदतु भगिनि. अत्र प्रश्नः उदेति, समवायसम्बन्धः अयुतसिद्धत्वं द्वयोः मध्ये भेदः अस्ति वा? अयुतसिद्धत्वम् इति द्वयोः स्वभावः अयुतसिद्धत्वम् इति द्वयोः स्वभावः, समवायः इति द्वयोः सम्बन्धः. यत्र यत्र अयुतसिद्धत्वं तत्र तत्र समवायसम्बन्धः. अत्र विशेषतः द्रव्ये अयुतसिद्धत्वं किम् इति पश्यन्तः स्मः. किमर्थम् इति चेत्, अत्र संयोगः इति विषयः, संयोगः तु द्रव्ययोः एव भवति. अतः अत्र अयुतसिद्धत्वं कुत्र कुत्र द्रव्ये भवति इति द्रष्टव्यम्. वस्तुतः अयुतसिद्धत्वं द्रव्यगुणयोः मध्ये भवति, द्रव्यक्रिययोः मध्ये भवति, जातिव्यक्तियोः मध्ये भवति, परमाणुविशेषयोः मध्ये भवति. यत्र यत्र अयुतसिद्धत्वं तत्र तत्र समवायसम्बन्धः भवति, परमाणुविशेषयोः मध्ये भवति. यत्र यत्र अयुतसिद्धत्वं तत्र तत्र समवायसम्बन्धः, अपि च यत्र यत्र समवायसम्बन्धः तत्र तत्र अयुतसिद्धत्वम्. अयं व्याप्यव्यापकभावः एवं च यत्र उभयथा भवति तत्र समव्याप्तिः इति उच्यते. अत्र समवायसम्बन्ध अयुतसिद्धत्वं द्वयोः मध्ये भेदः कः, तस्मिन् विषये चर्चा अस्ति. तत् अयुतसिद्धत्वं समवायसम्बन्धः. अनन्तरं दत्तमस्ति अयुतसिद्धत्वम् इति द्वयोः स्वभावः, समवाय इति द्वयोः सम्बन्धः. इदानीं पर्यन्तं वयं पठितवन्तः अयुतसिद्धत्वम् इत्युक्ते अवयवीभाव द्रव्ययोः अवयव अवयवीभावः एव अयुतसिद्धत्वम् इति वयं दृष्टवन्तः. विनाशम् अप्राप्य इति तत् पटस्य उदाहरणं वा घटस्य उदाहरणं दृष्ट्वा यावत्पर्यन्तं यत् अविनाशं विनाशम् अप्राप्यं तत् अविनाशत्व अविनाश अवस्था तावत्पर्यन्तम् अविनाशित्वम् इति अस्ति अयुतस्य. नाम तत्र वयं तत्र कुत्र संयोगः जायते इति प्रश्ने सति तत्र वयं किम् अत्र किम् आगतं द्रव्ययोः मध्ये, द्वयोः द्रव्ययोः मध्ये, किन्तु केवलं तावत् नास्ति किन्तु अयुत तत्र हा युद्ध युतसिद्धयोः द्रव्ययोः तत्र युतसिद्धयोः द्वयोः द्रव्ययोः मध्ये एव संयोगः जायते इति आसीत् खलु. द्युतसिद्धयोः द्रव्ययोः मध्ये एव तत्र संयोगः भवति. तर्हि द्युतसिद्धयोः द्रव्ययोः अथवा अयुतसिद्धयोः द्रव्ययोः मध्ये द्युतसिद्धयोः द्रव्ययोः मध्ये संयोगः जायते, अयुतसिद्धयोः द्रव्ययोः मध्ये संयोगः न जायते तत्र अयुतसिद्धयोः द्रव्ययोः मध्ये न जायते तस्य विचारे वयं किम् उक्तवन्तः तत्र अवयव अवयविभावः वर्तते इति खलु. यत्र यत्र तत्र अवयव अवयविभावः इति वयम् उक्तवन्तः. किन्तु तत्र अवयवी अवयवभावः अस्ति चेत् तत्र सम्बन्धः तु समवायसम्बन्धः खलु. तर्हि इदानीं केवलं तत्र अस्मिन् परिच्छेदे किम् उक्तम् इत्युक्ते तत्र समवायसम्बन्धः अपि अयुतसिद्धत्वं तयोः मध्ये कः भेदः. नाम अयुतसिद्धत्वम् इत्युक्ते तत्र समवायः अपि विषयः आगच्छति खलु. तत्र अयुतसिद्धत्वविषये समवायः इति विषयः अपि आगच्छति. तर्हि तयोः मध्ये कः अयुतसिद्धत्वम् इत्युक्ते समवायः वा अथवा भिन्नः वा इति. अनन्तरं द्वितीयवाक्ये अयुतसिद्धत्वम् इति स्वभावः, समवायः इति सम्बन्धः इति दत्तम्. तत्र किमस्ति तत्र कपाल अपि घटः तत्र अयुतसिद्धत्वम् अस्ति खलु. तयोः अयुतसिद्धत्वं अस्ति अस्ति किन्तु तत्र अयुतसिद्धत्वं किं पदार्थः वा द्रव्यं वा. अयुतसिद्धत्वम् इति स्वभावः इति केवलं स्वभावः तावदेव. अतः तत्र तावत्पर्यन्तं न नाशः तावत्पर्यन्तं तिष्ठति इति स्वभावेन इति तत्र तस्य तयोः मध्ये कश्चन स्वभावः तावदेव. किन्तु समवाय इति तु तत्र पदार्थः अस्ति, तत्र सम्बन्धः अस्ति, तत्र समवाय सम्बन्धः अस्ति अत्र. अतः तत्र सम्बन्धः भिन्नः अस्ति, स्वभावः भिन्नः अस्ति. किन्तु तत्र तयोः मध्ये अपि सम्बन्धः भवति, समवायः अपि अयुतसिद्धत्वं तयोः मध्ये अपि सम्बन्धः अस्ति. कः सम्बन्धः इत्युक्ते अग्रे यत्र यत्र अयुतसिद्धत्वं तत्र तत्र समवायः सम्बन्धः. अत्र उदाहरणार्थं घट घट कपाल तथैव तन्तु तन्तवः पट अवयव अवयविभावः तत्र अयुतसिद्धत्वं यत्र यत्र अयुतसिद्धत्वं तत्र तत्र समवायसम्बन्धः तु अस्ति एव. किन्तु किम् अस्ति अयुतसिद्धत्वं कुत्र वर्तते इत्युक्ते तत्र वयम् उदाहरणं किं दृष्टवन्तः घटः कपालं विहाय कपालम् आश्रित्य एव तिष्ठति नाशपर्यन्तं कपालं विहाय न स्थातुम् अर्हति. यावत्पर्यन्त न नाशः तावत्पर्यन्तं तिष्ठति तत् विहाय तत्र कपाले एव तिष्ठति. इदानीं तत्र यदि वयम् इदानीं तत्र भूतले तत्र काचित् क्रिया भवति तत्र कन्दुकम् अस्ति इति चिन्तयतु कन्दुके काचित् क्रिया भवति इदानीं तत्र किं क्रिया तत्र कन्दुकं विहाय स्थातुं शक्नोति वा न तर्हि क्रिया यावत् तत्र क्रिया अपि कन्दुकम् आश्रित्य तिष्ठति नाशपर्यन्तम् इदानीं तत्र पुनः तत्र घटत्वम् इति जातिः अथवा तत्र घटत्वं घटम् आश्रित्य तिष्ठति तत्र जातिः व्यक्तिः तत्र अपि तत्र समवायसम्बन्धः अस्ति तत्र जातिः व्यक्ति तत्रापि तत्र समवायसम्बन्धः अस्ति तत्रापि एतादृशी स्थितिः एव अस्ति. अतः तत्र अयुतसिद्धत्वं नाम एकम् अन्यम् आश्रित्य अन्यं पदार्थम् आश्रित्य एव तिष्ठति अन्यनाशपर्यन्तम् अन्यं पदार्थं विहाय न स्थातुं शक्नोति. अस्ति चेत् तत्र अयुतसिद्धत्वं नाम तत्र तत्र समवायसम्बन्धः भवति तत्र. किन्तु वयं किं कृतवन्तः अयुतसिद्धत्वस्थले अयुतसिद्धत्वं किम् इति केवलं द्रव्ययोः मध्ये एव वयं दृष्टवन्तः. क्रिया क्रियावतोः मध्ये अपि अयुतसिद्धत्वं भवति किन्तु तद् वयं तस्मिन् विषये वयं न चिन्तितवन्तः पूर्वं. तर्हि अग्रे पठतु यत्र यत्र अयुतसिद्धत्वं यत्र यत्र अयुतसिद्धत्वं तत्र तत्र समवायसम्बन्धः तत् अवयव अवयविभावः इति अस्ति अतः तत्रापि समवायसम्बन्धः अपि अस्ति. अत्र विशेषतः द्रव्ये अयुतसिद्धत्वं किम् इति पश्यन्तः स्म यथा भवान् इदानीम् उक्तवान् तत् द्रव्ये एव वयं दृष्टवन्तः परन्तु अयुतसिद्धत्वं तु क्रियावतौ मध्ये अपि भवितुम् अर्हति जातिव्यक्तियो मध्ये अपि अस्ति तत् वयम् इदानीं पर्यन्तं न दृष्टवन्तः. नाम तत्र समवायसम्बन्धः पञ्चषु स्थलेषु भवति खलु तत्र सर्वत्र अयुतसिद्धत्वं वस्तुतः अस्ति. नाम तत्र क्रियाक्रियतोः मध्ये अपि अयुतसिद्धत्वम् अस्ति किन्तु वयं संयोगः कुत्र जायते इति एव अस्माकं मूलः प्रश्नः आसीत्. संयोगः तु तत्र द्रव्योः मध्ये एव भवति इति कृत्वा वयम् अयुतसिद्धत्वं द्रव्ययोः मध्ये कदा भवति इति चिन्तितवन्तः अतः एव तत्र अवयव अवयवी इति आगतम्. अस्तु अग्रे किमर्थम् इति चेत् अत्र संयोगः इति विषयः संयोगः तु द्रव्ययोः एव भवति. अस्माकं मूलविषयः संयोगः इति संयोगस्य प्रसङ्गे किञ्चित् तत् संयोग इति विषयः अस्ति अतः संयोग द्रव्ययोः मध्ये एव भवति. अत्र अयुतसिद्धत्वं कुत्र कुत्र द्रव्ये भवति इति द्रष्टव्यं. तत् विषयानुसारेण अयुतत्वम् अयुतसिद्धत्वं द्रव्ये कुत्र भवति इति विषयः इति द्रष्टव्यम्. वस्तुतः अयुतसिद्धत्वं द्रव्यगुणयोः मध्ये भवति, द्रव्यकीयोः मध्ये भवति, जातिव्यक्तियोः मध्ये भवति, परमाणुविशेषयोः मध्ये भवति. अयुतसिद्धत्वं कुत्र कुत्र भवति? यत्र यत्र समवायसम्बन्धः अस्ति तत्र तत्र अयुतसिद्धत्वं भवति. तत् क्रियाम् आश्रित्य अपि भवति, द्रव्यक्रिययोः मध्ये अपि भवति, जातिव्यक्तियोः मध्ये अपि भवति, परमाणुविशेषयोः तत् न अवगतम्. तत्रापि परमाणुविशेष तत्र विशेषः इति पदार्थः परमाणौ अस्ति इति तत्रापि समवायसम्बन्धः एव अस्ति, तत्रापि अयुतसिद्धत्वम् अस्ति. अस्तु, यत्र यत्र अयुतसिद्धत्वं तत्र तत्र समवायसम्बन्ध, अपि च यत्र यत्र समवायसम्बन्धः तत्र तत्र अयुतसिद्धत्वम्. अयं व्याप्यव्यापकभावः एव च यत्र उभयथा भवति तत्र समव्याप्तिः इति उच्यते. तत्र व्याप्यव्यापकभावः इति विषयः तत्र अग्रे आगच्छति. तत्र अपि किञ्चित् तस्मिन् विषये अग्रिमे सप्ताहे चर्चयामः, यतोहि समयः अपि जातः, अहं विलम्बेन आगतः अपि अस्ति. हा, तर्हि किन्तु समयः तु जातः, तर्हि किन्तु बहु किमपि अतीतवन्तः अद्य, समीचीनमस्ति. किन्तु अत्र विरमामः, अग्रिमसप्ताहे तत्र व्यापकः भावः इति विषये किञ्चित् चिन्तयित्वा अग्रे, हा तत्र तदेव अग्रे अस्ति, व्याप्यव्यापकः भावः इति तस्मिन् विषये एव अग्रिमपरिचयः अस्ति. ततः आरभ्य पठामः अग्रिमसप्ताहे. धन्यवादः, नमस्कारः, अग्रिमे वर्गे मिलामः, अग्रिमे सप्ताहे मिलामः. नमस्कारः, धन्यवादः.